नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. प्रवर्तमानविषयः तु अधादिगणः इति. गतसप्ताहे वि इति धातुपर्यन्तं रूपाणि साधितवन्तः. तत्र अस्मिन् सप्ताहे शीङ् धातोः विषये किञ्चित् विशेषचिन्तनं कुर्मः. तत्र प्रथमं रूपं साधयामः, सूत्राणि पठित्वा अनन्तरं चिन्तनं किम् इति अपि पठामः. विजया भगिनी पठति वा शीङ् स्वप्ने इति धातुः इति भागः. विजया भगिनी अस्तु. राजेन्द्रमहोदय भवान् पठति वा? शीङ् स्वप्ने इति धातुः. शीङ्गः सार्वधातुके गुणः. शीङ् धातोः गुणः भवति सार्वधातुकप्रत्यये परे. अनेन सूत्रेण शीङ् धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि. इको गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यथा स्थानी न उक्तम्. अतः अत्र इकारः स्थानी भवति. शीङ्गः षष्ठ्यन्तं सार्वधातुके सप्तम्यन्तं गुणः प्रथमन्तं त्रिपदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शीङ्गः अङ्गस्य गुणः सार्वधातुके. अत्र शीङ् धातुः कृते यत् विशेषसूत्रमस्ति शीङ्गः सार्वधातुके गुणः. अत्र शीङ् धातुः यथा धातोः गुणः भवति यतोहि तत् णित् अस्ति, धातुः णित् अस्ति तत् का. परन्तु सार्वधातुकृते परे अनेन सूत्रेण गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि गुणः भवति अस्मिन् सूत्रेण. महोदय परन्तु भवान् उक्तवान् शीङ् धातुः णित् अस्ति तदापि गुणः भवति इति. धातुः णित् अस्ति चेत् गुणस्य किमपि निमित्तमस्ति वा? आत्मनेपदे आत्मनेपदे भवति. समीचीनं. कस्य नित्वम् आवश्यकं गुणस्य बाधार्थं? धातुः अस्ति तत् समस्या, परन्तु प्रत्ययः अस्ति तत्र प्रत्ययस्य एव किल. समीचीनं. क्षम्यतां, नास्ति चिन्ता, वदतु महोदय. अतः गुणः भवति. अत्र अपित्सु पित्सु गुणः भवति अनेन सूत्रेण. अपित्सु प्रत्ययेषु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः आदिश्यते. तदा किन्नति च इत्यनेन गुणनिषेधः. तदा शीङ् सार्वधातुके गुणः इत्यनेन पुनः गुणः. अत्र किन्नति च शीङ्गः सार्वधातुके गुणः इत्यनयोः कः सम्बन्धः? किन्नति च इति प्रभाद्य शीङ् सार्वधातुके गुणः इत्यनेन गुणो वा इति चेत् शीङ्गः सार्वधातुके गुणः किन्नति च इत्यस्य अपादः इति वा. अत्र प्रश्नः उदेति यत्र सार्वधातु आर्धक्योः सूत्रेण तत् गुणः भवति तदा किन्नति च सूत्रम् आगत्य तत् गुणनिषेधः करोति. तदा शीङ् सार्वधातुके गुणः इत्यनेन पुनः गुणः भवति. अत्र किन्नति च न अपि च शीङ्गः सार्वधातुके गुणः इत्यनेन कः सम्बन्धः अस्ति? अपाधः अस्ति वा शीङ्गः सार्वधातुके गुणः किन्नति च इत्यस्य अपाधः अस्ति वा? तत् सः प्रश्नः उदेति. समीचीनं. अतः तत् शीङ् धातोः विषये एव अस्ति एतत् सूत्रं. यदा सार्वधातुकप्रत्ययः परः अस्ति चेत् गुणः भवति. तत् सार्वधातुकप्रत्ययः पित्वा भवतु अपित्वा भवतु गुणः भवति इति वदति. अतः प्रश्नः इदानीं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः सर्वसामान्यसूत्रम्. अपि प्रत्ययः अस्ति चेदपि प्रथमं सार्वधातुक अर्धधातुकयोः आगच्छति, अनन्तरमेव निषेधसूत्रं. प्रथमं यदा एकं सूत्रं कार्यं येन कार्यं विधीयते अनन्तरमेव तस्य निषेधः भवति. अतः ङिति च इत्यनेन गुणनिषेधः. प परन्तु अस्मिन् सन्दर्भे शिङ्गः सार्वधातुके गुणः इत्यनेन पुनः गुणः आगच्छति इति वदति. अतः चिन्तनं महोदय, भवतः चिन्तनं किम्? एतावता वयं किमपि यत्किमपि पठितवन्तः, तस्य आधारेण वदतु भवतः चिन्तनं किम् इति. अहं चिन्तयामि अत्र अपवादभूतः अस्ति, यतोहि शिङ्गः सार्वधातुके गुणः तत्र शिङ्ग धातोः कृते एव अस्य सूत्रस्य प्रसक्तिः अस्ति, निमित्त क्षेत्रम् अस्ति, तत् कारणात् तत् अपवादः अस्ति. किञ्चित् सूत्रेण तु गुणनिषेधः भवति, परन्तु शिङ्गसार्वधातुके गुणः सूत्रेण अपादत्वेन तेन तत् गुणः भवति, अपि प्रत्ययः अस्ति चेत् तथा तथापि. समीचीनम्, समीचीनं, सम्यक् चिन्तनं. रघुपतिमहोदय, भवान् किं वदति? अपवादसूत्रमस्ति, अपि च वयम् अन्यदपि पठितवन्तः पूर्वं, किमस्ति प्रतिपदोक्तत्वात् इति अस्ति, अतः शीङ्ग इति उक्तमस्ति, अतः तत् तदपि अपवाद इव कार्यं करोति. तदपि एकं सम्यक् एव, तदपि एकं चिन्तनम् अस्ति, प्रतिपदोक्तत्वात् तस्य शिङ्गः सार्वधातुके गुणः इत्यस्य कार्यं भवति इति. अपवादः अपि सम्यक् एव, सार्वधातुकार्धधातुकयोः ङिति च शिङ्गः सार्वधातुके गुणः इति स्वीकुर्मः चेत् समानस्थले समानसमये कार्यं भवति. नमस्ते भगिनि. अनन्तरं यदा अत्र कार्यं न करोति शिङ्गः सार्वधातुके गुणः इत्यस्य निरवकाशः अपि भवितुम् अर्हति किल? सर्वत्र ङिति च इत्यनेन गुणनिषेधः भवति वा, च सार्वधातुक अर्धधातुकयोः इत्यनेन एव गुणः भवति वा चेत् शिङ्गः सार्वधातुके गुणः इत्यस्य निरवकाशत्वमपि भवितुमर्हति. समीचीनं, चिन्तनद्वयमपि सम्यक्. यद् महोदयेन दत्तम् अग्रे तदपि एकवारं पठामः, परन्तु चिन्तनद्वयमपि सम्यक् एव. केषुचित् स्थलेषु तु दत्तमस्ति अपवादः ङिति च शिङ्गः सार्वधातुके गुणः इति, शिङ्गः सार्वधातुके गुणः इति ङिति च इत्यस्य अपवादभूतसूत्रम् इति अपि दत्तमस्ति. यद् अस्मिन् करपत्रे अस्ति तत् तादृशचिन्तनमपि एकवारं पठामः. अस्तु, सम्यक् एव महोदय, धन्यवादः. अस्तु, आम् राजेन्द्रमहोदय, भवान् अग्रे अपि पठति वा? हलादिपित्सु पठामि. हलादिपित्सु आत्मनेपदि धातुषु नास्ति एव अत्र, तथा प्रश्नः उदेति. अजादिपित्सु गुणः आय आदेश शी योग ए शै ए गुणं भूत्वा शै ए शै शै शयोग आय योग ए आय आय शयै शयै तत्र रूपं भवति. हलादि अपित्सु गुणः भवति शी योगते शे योगते शेते. अजादि अपित्सु गुणः आय आदेशः शी योग आते शे योग आते श योग आय योग आते शयाते. अत्र अजादि पित्सु अत्र कोऽपि विशेषसूत्रं न कार्यं करोति, सामान्यसूत्राणि एव, केवलं शिङ्गः सार्वधातुकः गुणः, तत् विहाय कोऽपि विशेषसूत्रं दृश्यते, कार्यं न अस्ति. शिङ्गो रूट् शिङ्गो रूट् रूट् शिङ्गधातुतः झ प्रत्ययस्य स्थाने यः अत् तस्य रूट् आगमः भवति, रूट् आगमः भवति. आद्यन्तौ टकितौ इत्यनेन अत् इत्यस्य आदि अवयवः शिङ्गः पञ्चम्यन्तं रूट् रूट् प्रथमान्तं द्विपदं सूत्रं ज्योन्तः इत्यस्मात् जः इत्यस्य अनुवृत्तिः अद् अभ्यस्तात् इत्यस्मात् षष्ट्यन्तस्य विभक्तिपरिणामेन अतः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसूत्रं शिङ्गः अङ्गात् जः अतः रूट् अत्र शिङ्ग सूत्रं वदति यथा शिङ्गः धातुः अस्ति शिङ्गः तत् तस्य अङ्गात् यः जः तत् प्रत्ययः यः बहुवचने प्रत्ययः अस्ति जः तस्य स्थाने यः अत् आदेशः अस्ति तस्य रुट् भवति तत् भगिनी किञ्चित् आम् तत्र प्रथमपुरुष बहुवचने किल लटि लोटि लङ्गि च यदा भवान् उक्तवान् जकारस्य स्थाने अत् इति आदेशः भवति तस्य स्थाने किं भवति तस्य स्थाने अत्र रुट् रेफा आगच्छति आम् समीचीनम् आम् तकारस्य इत्संज्ञा उकारस्य अपि इत्संज्ञा रेपः एव अवशिष्यते भगिनि अत्र रुटागम इति अस्ति जह रुटागम इति किमर्थम् अतः इति पुनः उक्तमस्ति जह इति तु आ एव खलु अत अत ज जि अत् किं महोदय जहस्थाने यत् अत् आगच्छति तस्य स्थाने एव भवति यत्र जकारस्य स्थाने अत् आदेशः न भवति तत्र अस्य प्रसक्तिः नास्ति इति सूचनार्थं विधिलिङ्गि तु न भवति किल अपि च अदभ्यस्तात् सूत्रस्य विभक्तिपरिणामेन अथ आगच्छति जहस्थाने यत्र यत्र जः इत्यस्य अत् भवति तत्र एव अस्य सूत्रस्य प्रसक्तिः अत् केन सूत्रेण आगच्छति इति स्मरति वा महोदय अत् इति अत आत्मदिशनतः इति आत्मनेपदेषु अतः आत्मनेपदेषु वनतः आत्मनेपदेष्वनतः अभ्यस्तसंज्ञकस्य अत् इति आदेशः भवति इति सूत्रं वदति किल 715 इति वा आत्मनेपदस्य विषये अनदन्तासङ्गात् परस्य प्रत्ययस्य जकारस्य अत् आदेशः उषा भगिनी भवत्याः गृहे एव कोलाहलः वा सारि या सारि थेङ्क्स् गिविङ्ग् विरामकालः आरम्भम् इति कृत्वा प्रायसम् समीचीनम् अस्तु आत्मनेपदेष्वनतः इत्यनेन आत्मनेपदी तदपि स्मर्तव्यम् आत्मनेपदे जकारस्य स्थाने अत् इति आदेशः आं भगिनि 715 एव भवती अस्ति वा अहं तु आहूतवती भवती मम पुस्तकं सर्वे टेबल् मध्ये आसीत् भगिनि अतः स्वीकर्तनार्थं तत्र गतवती भगिनी अत्र 715 एव भवान् उक्तवान् खलु आत्मनेपदेषु प्राप्तं भगिनि धन्यवादः अस्तु महोदय समापयति वा अनुबन्धलोपे प्रकारः अनुबन्धलोपे इति आगमः रेफा इति आगमः अते रते रते अतां रताम् अत् रत् तत् भवति अत्र अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि उपदिदत्तानां नियमानाम् आधारेषु रूपं चिन्तनं करोतु सम्यक् महोदय अतः शीङ् इति धातुः आत्मनेपदि एव रूपाणि वक्तव्यानि अस्तु रघुपतिमहोदय वदति वा लटि आं भगिनि शीङ् इति अस्ति अस्तु अत्र सूत्रमस्ति एकं तु शीङ् सर्वात्के गुणः अपि च शीङ्गोरुत् अस्तु इदानीं ते इति अस्ति शीङ् योग शीयोग ते इदानीं तत्र शेते इति भवति शीङ् सर्वात्के गुणः इत्यनेन शेते इति भवति अग्रे शीयोग आते अत्रापि यद्यपि अपित् अस्ति गुणः भवति शीङ् सार्धके गुणः इत्यनेन शे योग आते च यव यावः अया आदेश शया शयाते इति भवति. अग्रे शीयोग अते इति अस्ति. अत्र शीङ्गो रुट् शीङ्गः अङ्गात् सः अतः रुट् इति रुट् आगमः. अत्र अतः रुट् आगम अनन्तरं रते इति भवति प्रत्ययस्य रते इति शीयोग रते शे रते इति गुणः भूत्वा शीङ् सर्वस्य गुणः इत्यनेन. अग्रे शे इति अस्ति शीयोग से. अत्रापि गुणः शीङ् सर्वस्य इति गुणः यद्यपि अपित् अस्ति शेषे इदानीम् आदेशप्रत्ययो इत्यनेन शेषे इति भवति. शेयाथे तथैव शयाथे इति भवति गुणः यचोयवायावः इत्यनेन. अग्रे शीयोगद्वे शेध्वे गुणः भूत्वा शेध्वे. अग्रे शीयोग ये इति अस्ति शीयोग ये इति अस्ति. अत्र किं भवति ये एकवारं गुणः अस्ति शी शे शे इति अस्ति इदानीम् आये अयै आदेशः भवति अच यवः शये इति भवति शये इति भवति वा हा शये इति शये शये अग्रे शे योग वहे शेवहे अत्रापि गुणः भवति शेवहे किमपि कार्यं नास्ति. अनन्तरं शे महे इति शी योग महे शे महे इत्यत्रापि गुणः शीङ् सार्वतके गुणः इति सूत्रेण. एकं वाक्यं वदतु महोदय. शेते तु जानाति एव हरिः वैकुण्ठम् अधिशेते. तद् एतत् शेते भवति वा शेते इति खलु शेते शेते इति निद्रां करोति इति अर्थे वदति किल अधिवसति इति अर्थे भवति तद् भिन्न किल एतदेव वा अधिशेते चीङ् धातोः एव अस्ति अधिशेते इति भवति अधिवसति इति अस्ति अस्तु अधिवसति इत्यादि अस्तु अधिवसति इति अर्थः मम पुत्री प्रकोष्ठे इदानीं शेते. समीचीनम् अति तद् प्रथमवाक्यं किम् उक्तवान् भवान् अतिशेते हरिः वैकुण्ठम् अतिशेते इति अतिशेते कृतवती इत्युक्ते शी इति अकर्मकधातुः अस्ति परन्तु अधिशयनेन शिङ्क्स्थासां कर्म इति भवति अधिशिङ्क्स्थासां कर्म इति सूचेन कर्म तत्र कर्मत्वम् आगच्छति किल आगच्छति आमामाम् अस्तु अतिशेते सम्यक् अस्तु धन्यवादः महोदय. उषा भगिनी लोटीरूपं वदति वा. आं भगिनि शीदातु आत्मनेपति शीङ्गः सार्वधातुके गुणे शीयोगः तां गुणः अस्ति शी शे शेयोगः तां शेतां शेयो शीयोगः आतां शेयोगः आतां शेयोगः आतां येचो अयवायावः अकारायकार सो शया शययोगः आतां शयातां शेतां शयातां शीयोगः ओ दिस् इस् शिङ्गो रुट् अत् गेट्स् रुट् सो शी शे देन् अथां शे रकार and then atam sheratam shetam shayatam sheratam then swa shi shing shi yogah swa guna asti sarvadatike gune she she swa ekara asti so the sakara of the swa becomes shwa seshwa samichana सूत्रं किं भगिनि? आदेशप्रत्ययोः इङ्कोः इङ्कोः इङ्कोः आदेशप्रत्ययः प्रत्ययोः शेष्व तेन आथां शीयोगः आतां गुणः अस्ति शेयोगः आतां एचो अयवायापः शकार अकारायकार आथां सो शयाथां शेष्व शयातां शीयोगः द्वं गुणः शेद्वम् देन् उत्तमपुरुष ऐ शीयोगः ऐ गुणः शेयोगः ऐ एचो अयवायावः शकार अकार यकार ऐकार अकार यकार ऐकार बिकम्स् यै सो शयै देन् आवहै शीयोगः आवहै शीयोगः आवहै शी गुणः अस्ति शेयोगः आवहै शेयोगः आवहै एचो अयवायावः शै शकार अकार यकार अण्ड या आवहै सो शयावहै शयामहै शयै शयावहै शयामहै सम्यक् भगिनि. भगिनी एकं वाक्यं वदतु. सरलवाक्यं किमपि वदतु तावदेव. कर्म अपि न नीयते अकर्मकधातुः इफ् ऐ से लेट् द बेबी स्लीप् शिशुः शेतां समीचीनमेव किल. आज्ञा प्रार्थनादिषु लोट् अतः शिशुः शेताम् ओके जस्ट् देट् ओके तावदेव किल. तत्र कर्म अपि न आगच्छति तावदेव ओके सम्यक् एव समीचीनम् उत्तमम् अस्तु भगिनि. अत्र इदानीं ये आवहे आमहे इति अति पित् अस्ति अतः केन सूत्रेण अत्र गुणः भवति? प्रथम अपवादसूत्रेण भवति वा? अपवादसूत्रेण एव भवति. तत्र सार्वधातुक अर्धधातुकयोः इत्यस्य बाधा शिङ्गः सार्वधातुके गुणः. ओ अस्तु यदा भवान् उक्तवान् प्रतिपदोक्तत्वम् अस्ति विशेषसूत्रं तत्र पित्सु अपि गुणः अपित्सु अपि गुणः अतः सर्वत्र शिङ्गः विशेषरूपेण तस्यैव कार्यं लक्षणात् प्रतिपदोक्तम् इति बलवत् अस्तु बलवत् अस्तु. श्रीवल्ली भगिनी लङ्लकारे वदति वा? आं भगिनि, दिस् इस् त्रू मोबैल् इफ् एनी आडियो डिस्टर्बेन्स् इस् देर् सम्यक् एव सम्यक् सम्यक् एव अस्ति अस्तु. लङ्लकारे शीं दातु एकनिमिषं श्रीयगुहतां प्रथमं लुङ् लङ् लुङ् षु अडुदातः अडागमः भवति. आयोगः शीयोगः तकार शीङ्धातोः तकारः शीङ्गः सार्वधातुके गुणः इति सूत्रेण गुणः भवति. सो ई स्थाने ए आयाति शे शे योगः त शेता अशेत इति रूपं भवति. आताम् आताम् इति आयोगः शीयोगः आताम् आताम् अपि शीङ्गः सार्वधातुके गुणः इति सूत्रेण गुणः भवति. प्रथमं शे भवति शेयोगः आताम् एचो अयवायावः इति सूत्रेण ऐ आदेशः भवति. ऐ योगः आताम् अयातां शयताम् अशयाताम् इति रूपं भवति. अत अत इति प्रत्यये शीङ्घो रुट् इति सूत्रेण रेफः आगमः इति कारण प्रथमम् आयोगः शीयोगः अत गुणकार्यं भवति. सिंहः सार्वधातुके गुणः इति सूत्रेण शे भवति. शेयोगः अत शिङ्घो रुट् इति सूत्रेण रथ शेरथ रूपम् अशेरथ इति भवति. मध्यमपुरुषे थाः इति प्रत्ययः शिङ्घः सार्वधातुके गुणः इति सूत्रेण गुणः भवति. शे थाः अशेताः आय आथाम् इति द्विवचने प्रत्ययः अत्रापि शिङ्घः सार्वधातुके गुणः इति सूत्रेण गुणकार्यं भवति. शे योगः आथाम् एचो यावायाव स अह इति सूत्रेण ऐ आदेशः भवति. रूपं भवति शयाथाम् अशयाथाम् बहुवचने ध्वं ध्वं शीयोगः ध्वं गुणकार्यं शीङ्गः सार्वधातुके गुणः इति सूत्रेण गुणकार्यं भवति. ये इति आयाति शेध्वं रूपं भवति अशेध्वम्. उत्तमपुरुषे एकवचनं इ इति प्रत्ययः शीङ्गः सार्वधातुके गुणः इति सूत्रेण शे ए भवति. शेयोगः इ आयोगः शेयोगः इ एचो या वायव सन्धिः ऐ योगः इ ऐ शयि रूपम् अशयि. वहि वहि इति द्विवचने प्रत्ययः शृङ्गः सार्वधातुके गुणः इति सूत्रेण ये भवति. शे योगः वहि शेवहि रूपम् अशेवहि. महि अपि अशेमहि इति रूपं भवति. सम्यक् भगिनि. परन्तु अडागमः प्रथमं तद् मनसि भवेत्. भवती अपि एकं वाक्यं वदतु भगिनि. वयम् अशेमहि श्वः. इदानीं वा प्रातःकाले वा श्वः इत्युक्ते भवति किल लङ्लकारः किल. अतः वयम् अशेमहि. सम्यक् अस्तु. कस्य क्रमः? अरुणा भगिनी विधिलिङ्गि वदति वा. आं भगिनि. शि योगः ईता गुण भवति शीं सार्वधातुके गुणः शे प्लस् ईता अयचो यावः सूत्रेण ऐ आगच्छति शयीता. सम्यक्. शि योगः ईयातां शय्याताम् शीयोगः अत शिङ्गो रुट् सूत्रेण रन् आगच्छति. शयेरन् शयीरन् तत्र शिङ्गो रुट् इत्यस्य कार्यम् अस्ति वा? ईरन् इत्येव प्रत्ययः अस्ति भगिनि. आं भगिनि. सो शि योगः ईरन् तत्र शे योगः ईरन् शैरन्. अतः शिङ्गः रुट् इत्यस्य कार्यम् अस्ति वा? शिङ्गो रुट् इत्यस्य अस्ति भगिनि. कथम् आगच्छति शिङ्गो रुट्? किं वदति? अतः स्थाने जकारस्थाने अतः आगच्छति तत् अत्र रुट् आगमः आगच्छति रुट् अतः टकार इट्लट् अस्ति उकारस्य उच्चारणार्थं तथा रेफ एव अवशिष्यति समीचीनं परन्तु अत्र तु ईरन् इति अस्ति अथ इति नास्ति किल अतः नास्ति अतः तस्य कार्यं न भवति शिङ्गो रुट् इत्यस्य कार्यं नास्ति अत्र अवगतं वा तत् न भगिनि पुनः वदतु तत्र सिद्धतिङ् प्रत्ययः अस्ति विधिलिङ्गि ईरन् इति आम् आं भगिनि शिङ्गो रुट् कार्यं करोति यत्र जकारस्य स्थाने अत् इति अथ इति आदेशः भवति तत्र एव तस्य कार्यम् अस्ति आत्मनेपदेषु वनुतः इति सूत्रेण अथ इति आदेशः भवति तत्र एव शिङ्गो रुट् इत्यस्य कार्यमस्ति अत्र तु ईरन् इति आदेशः पूर्वमेव जातः इति कृत्वा शिङ्गो रुट् इत्यस्य कार्यमेव नास्ति विधिलिङ्गि रूपं किं तेन् भगिनि ततः रूपं तु यदा भवती उक्तवती एव शैरन् इति तत्र रन् रेपः पूर्वमेव अस्ति ईरन् इति जस्य रन् इत्यनेन पूर्वमेव रन् जातः तत्र अभवत् अतः रेपः अनेन सूत्रेण न आगतं परन्तु भिन्नसूत्रेण अवगतं वा रूपं तु साधु एव भवती यद् उक्तवती परन्तु जस्य शिङ्गो रुट् इति सूत्रस्य प्रसक्तिः एव अत्र नास्ति अत्र नास्ति मध्यम पुरुष शी योगः ईथाः शेयोगः ईथा शयेथाः शयेथाः शयेयाथां शयेद्वं शयेद्वं साहाय्यं भगिनि उत्तमपुरुष ईय ईवहि ईमहि ईय श्रीयोगः शेय श्रीयोग शेयोगः इय शयेय शयेयावहि शयेयामहि इति रूपाणि शयीय समीचीनम् अनन्तरं द्विवचने किं भवति ईवहि ईमहि किमर्थं यकारः वकारः एव अस्ति किल सन्धिः अच्छन्देहे अवसरः नास्ति अतः तावदेव अस्तु भवती अपि एकं वाक्यं वदतु भगिनि विधिलिङ्क् कोड् टेक्स् गिविङ्ग् समये बहूनि न शैरन् बहुभिः न शैरन् वा किमर्थं न शैरन् इति न जानामि परन्तु अस्तु ग्रूप् डोण्ट् नो टु मेनि पीपल् स्लीप् इन् वन् प्लेस् ओ अतः ओ अस्तु बहुभिः एकस्मिन् स्थले न शरीरं सम्यक् भगिनि तदेव सर्वत्र उक्तवन्तः किल एकस्मिन् स्थले न आगच्छन्तु अत्र वदामि निद्रा शरीर सम्यक् एव सम्यक् एव सम्यक् एव शरीरं सम्यक् इदानीं रूपं तु साधितवन्तः अत्र प्रश्नः अस्ति इति कृत्वा एकं चिन्तनम् अस्ति अस्माकं चिन्तनं किम् आसीत् इत्युक्ते सार्वधातुक अर्धधातुकयोः इति सामान्यसूत्रम् औत्सर्गिकसूत्रं ङिति च इति निषेधसूत्रं तस्य निषेधं करोति गुणस्य निषेधं करोति अनन्तरं शिङ्गः सार्वधातुके गुणः इत्यनेन पुनः गुणः आगच्छति अतः समानसमये समानस्थले सूत्रयोः प्रसक्तिः अस्ति अनन्तरं शिङ्गः सार्वधातुके गुणः अत्र कार्यं न करोति चेत् निरवकाशत्वं प्राप्नोति इति कृत्वा तद् अपवादसूत्रम् इति अस्माकं चिन्तनम् अस्ति इदानीम् अस्मिन् करपत्रे किम् अस्ति इति एकवारं पठामः एकम् ओपन् मैण्ड् कृत्वा पठामः किमपि बहु किमपि अस्ति अस्तु कस्य क्रमः राजेन्द्रमहोदय भवान् एव पठति वा आम् तर्हि प्रश्नः आगतः आसीत् यत् किन्नति च इति प्रभाद्य सिंह सार्वधातुके गुणः इत्यनेन गुणो वा इति चेत् सिंह सार्वधातुके गुणः किन्नति च इत्यस्य अपवादः इति वा अत्र त्रयाणां सूत्राणां निमित्तं किम् इति ज्ञातव्यम् सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्ताङ्गस्य एकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकं नित्वत् अस्ति किन्नति च इत्यनेन यः प्रत्ययः गित् कित् अथवा नित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः एकः स्थाने गुणः वा वृद्धिः वा भवति स्म सः गुणः वृद्धिः न भवति शिङ्घसारुधातुके गुणः इत्यनेन शिङ्घधातोः गुणः भवति सारुधातुकप्रत्यये परे सार्वधातुक आर्धधातुकयोः इत्यनेन इग्लक्षणगुणः क्रियते किन्नति च इत्यनेन इग्लक्षणगुणः निषेध्यते पुनः शिङ्घसारुधातुके गुणः इत्यनेन इग्लक्षणगुणः क्रियते त्रिषु अपि अपि इको गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इकः स्थाने भवति यत्र स्थाने न उक्तम् अस्मिन् परिच्छेदे किम् अस्ति अत्र प्रश्नः आसीत् यतोहि किन्नति च अपि च सिंह सार्वधातुके गुणः ते अपादभूतत्वेन कार्यं कुर्वन्ति कुर्वतः वा तस्य तत् सः प्रश्नः आगतः अस्ति तत्र चिन्तनं पूर्वम् अस्माभिः चिन्तनीयं तस्य तत्र सार्वधातुक आर्धधातुकयोः अपि च किन्नति च अपि च सिंह सार्वधातुके गुणः तेषां कृते निमित्तं किम् अस्ति इति अस्माभिः ज्ञातव्यं सार्वधातुक आर्धधातुकयोः इत्यस्य इगन्ताङ्गस्य एकः गुणः भवति यथा सार्वधातुक आर्धधातुकप्रत्यये परे सार्वधातुकम् अपि इत्यनेन अपि सार्वधातुकं नित्वत् अस्ति कुत्रापि सार्वधातुकम् अपि अस्ति तत्र अपि नित्वत् कार्यं करोति अपि च तत्र किन्तु च सूत्रस्य प्रसक्तिः अस्ति यः प्रत्ययः गित् कित् वा नित् अस्ति तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः एकः स्थाने यः गुणः वृद्धिः वा भवति स्म सः गुणः न भवति यतोहि तत् गित् कित् अथवा नित् नित् अस्ति प्रत्ययः अथवा अपित् अपित् सार्वधातुकम् अपित् प्रत्ययः आसीत् सः नित्वत् कार्यं करोति तथापि तत् किन्तु च सूत्रेण गुणनिषेधः भवति शिङ्गसार्वधातुके गुणः इत्यनेन शिङ्गधातोः गुणः यः भवति सः सार्वधातुकप्रत्यये परे भवति अत्रापि इग्लक्षणगुणः क्रियते अत्र लक्षणगुणः क्रियते अत्र सर्वं चिन्तित्वा तत् सार्वधातुक आर्धातुकयोः इत्यनेन इग्लक्षणगुणः क्रियते किन्नति च इत्यनेन इग्लक्षणगुणः निषेध्यते अपि च शिङ्गसार्वधातुके गुणः इर्लक्षणगुणः क्रियते. त्रिषु अपि स्थलेषु इको गुणवृद्धिः परिभाषासूत्रेण इकस्थाने स्थानी भवति. यत् स्थानी न उक्तम् इकः तत् सर्वत्र स्थानी भवति. समीचीनं. अतः त्रिषु अपि सूत्रेषु निमित्तं तु समानमस्ति. इति च वा सार्वधातुकार्धधातुकयोः वा शृङ्गः सार्वधातुके गुणः वा सार्वधातुकप्रत्यये परे गुणः भवति वा गुणः निषिध्यते. समान निमित्तम् अस्ति इति अस्ति. धन्यवादः महोदय. रघुपतिमहोदय अग्रे पठति वा. वस्तुतः एकवारं ततः खलु. आम् वस्तुतः वस्तुतः शीङ् सार्वधातुके गुणः कुत्रापि स्वतन्त्रतया कार्यं न करोति. कुत्रचित् गुणं प्रपाद्य कुत्रचित् गुणनिषेधं प्रपाद्य च स्वकार्यं करोति. अस्तु, कुत्रचित् स्थलेषु गुणं प्रपाद्य कुत्रचित् गुणनिषेधं प्रपाद्य च स्वकार्यं करोति. अस्तु, शीयोग लट् अत्र शीयोगशेते सार्धातुकार्धातुकयोः इत्यनेन गुणः नित्यचैतन्येन गुणनिषेधः शीङ्गसार्धातुके गुणः इत्यनेन गुणः इति भवति. शीयोग लोट् इति अस्ति, अत्र शीयोग ऐ अस्ति. सार्धातुकार्धातुकयोः इत्यनेन गुणः शीङ्गसार्धातुके गुणः इत्यनेन गुणः. अत्र अपवादस्य विषयः वा इति प्रश्नः. निति च शीङ्गसार्धातुके गुणः इत्यनयोः एकत्र प्राप्तिः नास्ति, तर्हि अपवादः कथं वा स्यात्? अत्र अपवादस्य विषयः निति च शीङ्गसार्धातुके गुणः इत्यनयोः एकत्र प्राप्तिः नास्ति वा? अस्तु, भवान् एतावत् अवगतं किल, तत्र स्वतन्त्रतया तस्य कार्यं कदापि न भवति, एकाकी न आगच्छति. यदा वयं सार्वधातुक अर्धधातुकयोः कुर्मः तादृशं शीङ्गः सार्वधातुके गुणः कार्यं न करोति. यदापि यत्किमपि चिन्तनं भवतु तादृशं न कार्यं करोति. एकेन सूत्रेण गुणः तस्य निषेधः अनन्तरं गुणः इति करोति, वा एकेन सूत्रेण गुणः तद् प्रबाद्य शीङ्गः सार्वधातुके गुणः इत्यनेन गुणः इत्येव तस्य कार्यं सर्वदा भवति. तत्तु सर्वत्र तादृशं चिन्तनमेव, एकाकी तद् तस्य बलमेव नास्ति. तत्र अस्मिन् करपत्रे किम् अस्ति इत्युक्ते पूर्वं बहुपूर्वं महोदयेन स्थापितमस्ति. तत्र सः किं वदति इत्युक्ते अत्र अपवादः नास्ति. निति च शृङ्गः सार्वधातुके गणः द्वयोः एकत्र प्राप्तिः नास्ति इति सः प्रथमम् एतादृशं स्थापितमस्ति. अनन्तरं चिन्तनं किञ्चित् भिन्नरूपेण गच्छति. अतः एव अहं यदा अस्य चर्चा आरम्भम् अभवत् पृष्टवती भवन्तः चिन्तनं किम् अस्ति इति. अतः एतदपि मनसि स्थापयतु, अग्रे सरामः, किञ्चित् पठामः, अनन्तरं अवगच्छामः किम् अस्ति इति. अग्रे अपि पठतु महोदय. अस्तु, निरवकाशः विधिः विधिरपवादः इति अपवादस्य लक्षणम्. विप्रतिषेधे परं कार्यम् इत्यस्य कृते द्वयोः सूत्रयोः तुल्यबलविरोधः अपेक्षते. तुल्यबलविरोधः इत्यर्थम् एकत्र प्राप्तिः अपेक्षते. अन्यत्रानत्र लब्धावकाशयोरेकत्र प्राप्तिः तुल्यबलविरोधः इति अस्ति. एकत्र प्राप्तिः अपेक्षते परशास्त्रे, नित्यशास्त्रे च, अन्तरङ्गशास्त्रे क्वचित् भवति क्वचित् न भवति. किन्तु अपवादशास्त्रे निरवकाशः विधिः अपवादः इति लक्षणम्. अत्र साक्षात् एकत्र प्राप्तिः भवेत् इति नोक्तम्. सामान्यतः द्वयोः सूत्रयोः एकत्र प्राप्ति अस्ति, द्वयोः मध्ये च एकस्य अन्यत्र लब्धावकाशो नास्ति इति स्थितौ अपवादः इति वदामः. अत्र केचन वैयाकरणं वदन्ति यत् एकत्रप्राप्तिभिन्नविषयः अपि कुत्रचित् अपवादः स्वीक्रियते. एकत्रप्राप्तिभिन्नविषयः अस्तु, एकत्र प्राप्तिभिन्नविषयः अपि कुत्रचित् अपवादः स्वीक्रियते. मातृभिः उच्यते, किन्तु यत् वस्तुतः अपवादविषये कुत्रापि एकत्रप्राप्तिः नास्ति एव इति. अस्तु, अत्र अन्यत्र विप्रतिषेधे परं कार्यं तुल्यबलविरोधः अपेक्षते, तुल्यबलविरोधः इत्यत्र एकत्रप्राप्तिः. अत्र परिभाषासूत्रमस्ति अन्यत्र अन्यत्र अर्धावकाशयोः एकत्रप्राप्तिः तुल्यबलविरोधः इति अस्ति. एकत्रप्राप्तिः अपेक्षते, परन्तु कुत्र अपेक्षते? अपवादशास्त्रे अपवादशास्त्रे एकत्रप्राप्तिः भवेत् वा न भवेत् वा, अत्र मतद्वयं वर्तते. मातृभिः उच्यते अपवादविषये तादृशचिन्तनं मास्तु इति, अत्र कुत्र एकत्रप्राप्तिः नास्ति एव इति मातुः एकत्र प्राप्तिः इत्युक्ते किम् इति भवान् अवगच्छति किल? हा, एकत्र प्राप्तिः इत्युक्ते द्वयोः सूत्रयोः कार्यम् एकत्र एव भवेत्, समानकाले समानस्थले समानस्थले. अतः एव तत्र एव अन्यत्र अन्यत्र लब्धावकाश एकत्र प्राप्तिः. अस्तु, परन्तु अपवादशास्त्रे निरवकाशः एव, निरवकाश एव अस्ति, तस्य एव प्रसक्तिः प्रसक्तिः इति चिन्तनं. तत्तु वयम् एतावता तादृशमेव दृष्टवन्तः, यत्र एकत्र प्राप्तिः अन्यत्र लब्धावकाशः इति. परन्तु अत्र किञ्चित् भिन्नरूपेण दत्तमस्ति, मातृभिः अपि उच्यते, वस्तुतः अपवादविषये कुत्रापि एकत्र प्राप्तिः नास्ति, चिन्तनमेव. अतः अग्रे अपि पठामः. अस्तु, श्रीवल्ली भगिनी पठति वा? यदा यथा आद्गुणः वृद्धिरेचि, उदाहरणं कृष्णयोगः एकत्र, अत्र आद्गुणः भवति अचिपरे, वृद्धिरेचि भवति एचि परे, एकत्र प्राप्तिः अस्ति किम्? मातृभिः उच्यते यत् अचिपरे इत्यनेन सर्वक्षेत्रं स्वीकृतम्, अतः आद्गुणः इत्यस्य एव प्राप्तिः. तदनन्तरमेव आद्गुणः इत्यस्य प्राप्तेः कारणतः वृद्धिरेचि इत्यस्य निरवकाशत्वम् अस्य निरवकाशत्वस्य बलेन आद्गुणः इति शास्त्रं प्रपाद्य वृद्धिरेचि प्राप्नोति. अपवादविषये कुत्रापि एकत्र प्राप्तिः नास्ति एव इति मातृभिः उच्यते, वस्तुतः अत्र आद्गुणः इति सूत्रं वृद्धिरेचि सूत्रद्वयोः प्रसक्तिः स्वीकृत्य कृष्णयोगः एकत्रम् इति उदाहरणं. अत्र आद्गुणः भवति अचिपरे, वृद्धिरेचि भवति एचिपरे, कृष्णयोगः एकत्रम्, एकत्र प्राप्तिः अस्ति किम्? मातृभिः उच्यते यत् अचिपरे इत्यनेन सर्वक्षेत्रं स्वीकृतम् अच् आल् ओवर्स्, अतः आद्गुणः इति अस्य एव प्राप्तिः. तद् अनन्तरम् एव आद्गुणः इत्यस्य प्राप्तेः कारणतः वृद्धिरेचि इत्यस्य निरवकाशत्वम् अस्य निरवकाशत्वस्य बलेन आद्गुणः इति शास्त्रं प्रपाद्य वृद्धिरेचि प्राप्नोति. आम्, अत्र अपवाद इति निरवकाशविधिः अपवादः इति कारणेन वृद्धिरेचि इति प्राप्नोति. अतः यत्र यत्र अत्र अचि इति वदामः चेत् तत्र सर्वक्षेत्रं तत्र अन्तर्भवति, स्वीकृतं सर्वक्षेत्रं स्वीकृतम् अच् इति यदा भवती उक्तवती, स्वराः सर्वे स्वराः तत्र स्वीकृतम्. अनन्तरम् एच् इति वयं वदामः चेत् तद् अच् इति प्रत्याहारस्य अन्तर्गतः एव एच् इति प्रत्याहारः, तस्य निरवकाशस्य निवारणार्थमेव विधिरेचि निरवकाशं भवति यदा अत्र कार्यं न करोति, अतः एव अस्य कार्यम् इति यदा आद्गुणः इति वदामः चेदेव तत्र कार्यं भवितुं भवति. बृहत् सेट् इति वदामः किल, विधिरेचि इति सब्सेट् अस्ति, तावदेव इदानीं पर्यन्तं वदन्ति. आद्गुणः अपि पठतु भगिनि, प्रथमवाक्यं एकं वाक्यमेव अस्ति, पठतु. आद्गुणः अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. अनुवृत्तिसहितसूत्रम् आत् अचि पूर्वपरयोः एकः गुणः संहितायां. संहितायां विषये आत् अचिपरे पूर्वपरयोः एकः गुणः भवति. वृत्तिरेचि इति सूत्रम् अवर्णात् एचि परे पूर्वपरयोः स्थाने वृत्तिसंज्ञकः एकादेशः स्यात्. अनुवृत्तिसहितसूत्रम् आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायाम् इति भवति. एचि परे वृद्धिः भवति, अचि परे गुणः भवति, आत् गुणः भवति. अतः सा वदति तत्र तु एकत्र प्राप्तिः नास्ति एव इति वदति. समीचीनम्. अस्तु, धन्यवादः भगिनि. उषा भगिनी पठति वा महाभाष्यवाक्यम्? आं भगिनि, महाभाष्यवाक्यम् अन्यत्र अन्यत् लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः. लब्धः अवकाशः यस्य तत् लब्धावकाशं सूत्रम्. यदि द्वे सूत्रे स्तः ययोः द्वयोः अपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशोऽस्ति, अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते. अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः सः तुल्यबलविरोधः इत्युच्यते. आद्गुणः वृद्धिरेचि, आद्गुणः I can't explain. I understand it, Bhagini. Like you were saying, right? Yes, Achi, this is also Achi, but this is H. So, samana sthale, samana kale. Adgunaha scope is Achi. Sorry, Bhagini, I'm saying it in English. Vriddhi Rechi is H. Udaharanam Svikarotu, Bhagini. Krishna Yoga Ekatram. इति उदाहरणं स्वीकरोतु. इदानीं यदस्ति तद् पुनः प्रयत्नं करोतु. तत्र सूत्रद्वयमपि आगच्छति वा कार्यं कर्तुं? सूत्रद्वयम् अपि कार्यं कर्तुं शक्नोति. आद्गुणः प्रबाद्य वृद्धिरेचि एव कार्यं करोति. वृद्धिरेचि तुल्यबलविरोधः अस्ति वा द्वयोः? तुल्यबलविरोधः समानस्थले समानकाले दे आर् देर् सो तुल्यबलविरोधः अस्ति. अस्ति, तावदेव. तुल्यबलविरो इदानीं पर्यन्तं समानसमये समानकाले सूत्रद्वयम् आगच्छति कार्यकर्तुं, तत्र तुल्यबलविरोधः अस्ति. परन्तु तत्र अन्यदपि एकं स्टेप् अस्ति किल, तत्र अन्यत्र अन्यत्र लब्धावकाशः अस्ति चेत् विप्रतिषेधे परं कार्यम्. ओके, आद्गुणः अत्र कार्यं न करोति चेत् अन्यत्र कार्यं कर्तुं शक्नोति वा अन्यस्मिन् किमपि स्थले? आद्गुणः अन्यत्र कार्यं कर्तुं शक्नोति. वृद्धिरेचि इति सूत्रं इदानीमेव कार्यं करोति, कार्यं कर्तुं न कर्तुं शक्नोति. अतः तुल्यबलविरोधः नास्ति खलु? तुल्यबलविरोधः नास्ति. प्रथमं तुल्यबलविरोधः साधनीयम्, अनन्तरं यु हाव् टु कान्टेस्ट् इट्. ओके, तावदेव. प्रथमं यदा वदामः तत्र तुल्यबलविरोधः इति कृतवन्तः. इदानीं पुनः चिन्तनम्, आत् वृद्धिरेचि अत्र कार्यं न करोति चेत् अन्यत्र तस्य कार्यं न भवितुमर्हति निरवकाशत्वात् तुल्यबलविरोधः नास्ति. समीचीनम्. अन्य विप्रतिषेधे परं कार्यमपि पठतु भगिनि. विप्रतिषेधे परं कार्यं समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातः चेत् परसूत्रस्य कार्यं पूर्वं भवति. विप्रतिषेधे सप्तमीयन्तं परं प्रथमान्तं कार्यं प्रथमान्तं त्रिपदमिदं सूत्रं. विप्रतिषेधे इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः. ओके. आद्गुणः अगेन् वृद्धिरेचिद् आद्गुणः वृद्धिरेचि अत्र तु विप्रतिषेधे परं कार्यं न भवति किल. समानकाले तुल्यबले सूत्रे. ओके ओके. सो हियर् दे आर् नाट् तुल्यबल विरोधः इत्युच्यते. ओके. तस्यैव कार्यं गुणः न भवितुमर्हति. विप्रतिषेधे परं कार्यम् इत्यनेन कार्यं न भवति. ओके. तत्र समानकाले समानसमये अनन्तरम् अन्यत्र अन्यत्र लब्ध अवकाशः इत्युक्ते एव तुल्यबलविरोधः किल. तत्रैव विप्रतिषेधे परं कार्यं परसूत्रस्य बलमधिकं. परन्तु अस्माकं तु चिन्तनं तत्तु निरवकाशत्वं प्राप्नोति किल वृद्धिरेचि अत्र कार्यं करोति चेत्. अतः अस्माकं चिन्तनम् अपवादस्य. ओके. विप्रतिषेधे परं कार्यम् इदानीं नास्ति. इदानीं नास्ति. केवलं डेफिनेशन् एव दत्तमस्ति. परन्तु रिसर्वेशन् अस्ति अन्यत्र लब्धावकाशः अस्ति तेषाम्. आम् अन्यत्र लब्ध आद्गुणः इत्यस्य किल. रिसर्वेशन् इति अत्र रिसर्वेशन् मध्ये वदन् अस्मि तेषाम् अन्यत्र लब्धावकाशः अस्ति परन्तु अस्माकं तु नास्ति. अस्माकं तु किमपि नास्ति महोदय. समीचीनं. तत्तु सम्यक् अस्तु. अरुणा भगिनी पठति वा प्रकृतौ. इदानीम् अस्माकं प्रकृतचिन्तनं. आं भगिनि. प्रकृतौ शी योगः लोट् शी योगः ऐ इति स्थितौ सार्वधातुक आर्धधातुकयोः शीङ् सार्वधातुके गुणः इत्यनयोः प्रसक्तिः एकत्र भवति. इत्युक्तौ एकत्र प्राप्तिः. सार्वधातुक आर्धधातुकयोः इति औत्सर्गिकशास्त्रम् अतः प्रथमतया आयाति नाम प्रक्रियाः प्रतिपादनार्थं प्रथमतया प्रदर्श्यते. तदा शीङ् सार्वधातुके गुणः इत्यस्य प्रतिपादकत्वात् प्रतिपदोक्तत्वात् बलवत्त्वं शीङ् सार्वधातुके गुणः इति सूत्रम् अस्य कृते एव निमित्तम् इति कृत्वा अस्य अधिकारः श्रीयोगः ऐ शीङ् सार्वधातुके गुणः शेयोगः ऐ प्रतिपादोक्तत्वम् अन्तरङ्गस्य क्षेत्रे पठितम् अपवादस्य प्रसङ्गः नास्ति. तत्र अधुना द्वे सूत्रद्वयमस्ति. शीङ् लोट्लकार प्रक्रियायां सार्वधातुक आर्धधातुकयोः अथवा शीङ् सार्वधातुके गुणः प्रसक्तिः एकत्र भवति. प्रथमं सार्वधातुक आर्धधातुकयोः इति उत्सर्गसूत्रम् अतः प्रथमम् आयाति. तदनन्तरं शीङ् सार्वधातुके गुणः इत्यस्य बलवत्त्वं अस्ति ततः तदेव कार्यं करोति. प्रतिपदोक्तत्वम् अन्तरङ्गस्य क्षेत्रे पतितम् अपवादस्य स प्रसङ्गः, अत्र अपवादः नास्ति, केवलं बलत्वम् अस्ति. शीङ् सार्वधातुक उपयोगं नास्ति चेत् अन्यत्र अवकाशः नास्ति, ततः बलत्वात् तदेव कार्यं करोति. अपवादः नास्ति, केवलं प्रतिपदोक्तत्वात् एव विशिष्टसूत्रं निर्मितम् इति सूत्रम् अस्य कृते एव निर्मितम् अस्ति. शिङ्गः सार्वधातुके गुणः इति सूत्रं शिङ् धातोः विषये एव निर्मितम् इति कारणेन तस्य बलम् अपवादस्य चिन्तनं न आवश्यकम् इति अत्र अस्ति. लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणम् इति यदा वयम् इणोयण् विषये चर्चितवन्तः तत्रापि दृष्टवन्तः प्रतिपदोक्तस्य एव ग्रहणम्. अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः प्रथमं भवति, अनन्तरं शिङ्गः सार्वधातुके तद् प्रबाद्य शिङ्गः सार्वधातुके गुणः इति दृष्टवन्तः. तत्र चिन्तनम् एवम् अस्ति, तत्र शिङ्गः सार्वधातुके गुणः इति विशेषसूत्रमस्ति, शिङ्ग् धातोः विषये एव निर्मितम् अस्ति प्रतिपदोक्तत्वात्, अस्य नाम्ना वयं तद् आहूनं अतः तस्य विशेषसूत्रम् इति कृत्वा तस्य बलम् इति तत्र लिखितमस्ति. सम्यक्, एतावता स्पष्टं वा? राजेन्द्रमहोदय पुनः शीयोगः लट् शीयोगः लट् शीयोगते अत्रापि सार्वधातुक अर्धधातुकयोः शिङ्गः सार्वधातुके गुणः इत्यनयोः एकत्र प्राप्तिः, अत्रापि च सार्वधातुक अर्धधातुकयोः इत्यस्य औत्सर्गिकत्वात् प्रथमं प्रदर्श्यते. शीयोगते सार्वधातुक अर्धधातुकयोः अत्र अपित्वात् किन्नति च इत्यनेन गुणनिषेधः, यदा गुणः निषेधः तदा शीङ्गसारधातुके गुणः इत्यस्य प्रसक्तिः. कस्य बलेन तस्य कार्यं भवति? अन्यत्र लब्ध अवकाशत्वं नास्ति, नाम निर अवकाशत्वं सिद्धम् इति वक्तुं न शक्यते, यतोहि लोटि प्राप्तिः जाता इति अधुना एव प्रदर्शितं. निर अवकाशत्व अभावात् अत्रापि अपादस्य प्रसङ्गो न, प्रतिपदोक्तत्वात् एव विशिष्टत्वात् एव शिङ्गः सार्वधातुके गुणः इत्यस्य प्राप्तिः. देयं यत् किन्नति च प्रति शिङ्गः सार्वधातुके गुणः परशास्त्रं, किन्तु द्वयोः एकत्र प्राप्तिः न अस्ति इत्यस्मात् तुल्यभरविरोधः नास्ति, तदर्थं विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तिः नास्ति. प्रतिपदोक्त्वा एव शीयोगते शिङ्गः सार्वधातुके गुणः शेते. अत्र सूत्रस्य अस्मिन् परिच्छेदे तत् शीयोग लट् लट् लकारे शीयोगते अत्रापि सार्ध आर्धातुकयोः अपि च शिङ्गः सार्वधातुके गुणः इत्यनेन एकत्र प्राप्तिः अस्ति, अत्रापि सार्वधातु आर्धातुकयोः इति औत्सर्गिकत्वात् प्रथमं प्रदर्श्यते. शीयोगते सार्वधातुकयोः अत्र अपित्वात् किन्नति च ते प्रत्ययात् अपित् अस्ति, अपित्वात् किन्नति च इत्यनेन गुणनिषेधः अस्ति, यदा गुणः निषेधः तदा शिङ्गः सार्वधातुके गुणः इत्यस्य प्रसक्तिः अस्ति. कस्य बलेन कार्यं भवति? अत्र अन्यत्र लब्ध अवकाशत्वं नास्ति, नाम निर अवकाशत्वं सिद्धम् इति वक्तुं न शक्यते, यतोहि लोटि प्राप्तिः जाता. पूर्वं शिङ्गसारधातुके गुणः लोटि यथा लोट् लकारस्य यथा निर्मितं तत्र अस्य अवकाशं जातं, तत् कारणात् तत्र निर अवकाशत्वं सिद्धं न भवति. निर अवकाशत्व अभावात् अत्रापि अपवादस्य प्रसङ्गः न, अत्र अपि अपवादभूतत्वं कार्यं न करोति, अपि च प्रतिपदोक्तत्वात् एव विशिष्टत्वात् एव शीङ्गसार्वधातुके गुणः इत्यस्य प्राप्तिः भवति. शीङ्गसार्वधातुके गुणः अत्र शीङ्गधातोः कृते एव निर्मितमस्ति. तत् प्रतिपदौ उक्तत्वात् तस्य विशिष्टसूत्रम् अस्ति, तत् कारणात् तस्य प्राप्तिः भवति. ध्येयं यत् किन्नति च शीङ्गसार्वधातुके गुणः परशास्त्रं परशास्त्रं किञ्चित् सूत्रं तु प्रथम अध्यायः अस्ति. शीङ्गसार्वधातुके गुणः सप्तम अध्यायः अस्ति, परशास्त्रं तु अस्ति परन्तु किन्तु द्वयोः एकत्र प्राप्तिः नास्ति, इत्यस्मात् तत्र तुल्यबलविरोधः नास्ति. तदर्थं द्विप्रतिषेधे परं कार्यं तस्य अपि प्रसक्तिः नास्ति. प्रतिपदौ उक्तत्वात् शीयोगते शीङ्घासारधातुके गुणः शेते शेते तत् प्रतिपदौ उक्तत्वात् एव तस्य कार्यं भवति. शीङ्घासारधातुके गुणः गुणं भूत्वा तत् शेते शेते अन्ततो गत्वा रूपं निष्पत्यते. समीचीनं. स्थलद्वयमपि लोटी अपि लठी अपि ते उक्तवन्तः प्रतिपदोक्तत्वात् एव बलम् अधिकम्, अतः तस्य कारणं शिङ्गः सार्वधातुके गुणः इत्यस्य सूत्रस्य प्रसक्तिः प्रतिपदोक्तत्वात् एव इति साधितवन्तः. अस्तु महोदय, धन्यवादः. परन्तु मनसि किञ्चित् संशयः अस्ति मनसि अत्र, यतोहि अस्माकं द्वितीयः कक्षा पृच्छति महोदय चालयति, तत् कदा यदा कदा महोदय वदति तत् प्रतिपदो उक्तत्वात् तस्य तस्य प्रयोगः तावत् मा भवतु, यतोहि तत् अन्यत्र अन्यसूत्रस्य कुत्रापि अपादत्वेन अथवा किमपि कार्यं भवति. तत् अत्र किञ्चित् चिन्तनम् एवम् अस्ति, एतत्तु बहु पूर्वं स्थापितवान् महोदयेन, तत्र प्रायः अस्य परिष्कारः आवश्यकः इति मम चिन्तनमस्ति. कुत्रचित् लीप् आफ़् फेथ् अत्र दृश्यते. आम्, ममापि यदा अहं प्रथमवारम् अस्य वर्गस्य कृते एव इदानीं पठितवती, तत्र अपि मम अपि तादृशम्, अतः एव अहं पृष्टवती अस्माकं चिन्तनं किम्. अत्र अन्यत्र अहं कुत्रापि दृष्टवती तत्र सिद्धान्तकौमुद्यां वा लघुकौमुद्यां वा अपवादः निति च इति अस्य अपवादः शिङ्गः सार्वधातुके गुणः इत्येव दत्तमस्ति. तत्तु सम्यक् एव चिन्तनं. यदा वयम् इदानीं पर्यन्तं यत्किमपि वयं पठितवन्तः, बलाबलचिन्तनं वा भवतु, अन्यत्र अपि यदा कर्मणि भावे अपि पठामः, तत्र एतादृशमेव आगच्छति किल, येन एकः गुणः भवति तस्य निषेधः भवति, पुनः आगच्छति चेत् अपवादः एव किल. निरवकाशत्वं तु भवति एव. शिङ्गः सार्वधातुके गुणः अत्र कार्यं न करोति चेत् लट्टि कार्यं न करोति चेत् लोटि एव कार्यं करोति, परन्तु अन्यत्र शिङ्गः तस्य सीमा शिङ् धातुः एव, अन्यत्र तु नास्ति. तादृशं सार्वधातुक नीति च इत्यस्य नास्ति किल, तत्तु सर्वत्र कार्यं करोति. इति मम चिन्तनमपि तादृशमेव अस्ति. अपवादः इति स्वीकुर्मः चेत् सरलमपि भवति इति अपि मम चिन्तनं. प्रतिपदौ उक्तत्वात् सूत्रमपि सम्यक् एव अस्ति. तत् यत्र कुत्रचित् अपि वयं दृष्टवन्तः तस्य प्रयोगः भवति, परन्तु तत् कारणात् तत् अन्यत् कारणं न भवितुम् अर्हति. तत्तु किञ्चित् लीप् आफ़् फेथ्. आम्, समीचीनम्. आम्, तदपि सम्यक् एव. तत्र यदा वयं वदामः किमपि स्वीकुर्मः तस्य अप्लिकेशन् सर्वत्र भवति चेदेव तस्य लाभः भवति. एकस्मिन् स्थले एव किं रेस्ट्रिक्टेड् इति भवति चेत् तत्र इनोयन् विषये तु स्पष्टमस्ति. स्पष्टमस्ति. अस्मिन् सन्दर्भे किञ्चित् मतद्वयमपि सम्यक् एव दृश्यते. प्रायः अन्य कुत्रापि अन्यत्र पश्यामः, पुनः आगच्छति चेत् चिन्तनद्वयमपि कृत्वा पुनः पश्यामः. अस्तु, श्रीवल्ली भगिनी समापयति वा चिन्तनम्? यत्र विधिः भवति तदा निषेधः भवति, तदा पुनः विधिः। अस्य नामकरणं प्रतिप्रसवः इति उच्यते। अनेन निति च इति सूत्रस्य अर्थसङ्कोचः अपि वक्तुं शक्यते। इदिति किति निति प्रत्यये परे तत्पूर्वस्य एकः गुणः वृद्धिः च निषिद्धः। शृङ्गः सार्वधातुके गुणः इत्यस्य स्थलं वर्जयित्वा अयं सिद्धान्तः अत्र प्रतिपदोक्तत्वस्य समर्थनं करोति। प्रतिपदोक्तत्वं एव अत्र कार्यं शृङ्गः सार्वधातुके गुणः इति सूत्रं कार्यं करोति। यत्र विधिः भवति तदा निषेधः भवति, विधिनिषेधः, तदा पुनः विधिः। अस्य नामकरणं प्रतिप्रसवः इति उच्यते। आं भगिनि, सार्वधातुक आर्धधातुकयोः इति सूत्रेण विधिः भवति, गुणकार्यं भवति। अङ्गिति च इति सूत्रेण निषेधः भवति तदा। पुनः शृङ्गः सार्वधातुके गुणः इति सूत्रेण विधिः भवति। अस्य नामकरणं प्रतिप्रसवः इति उच्यते। अनेन निति च इति सूत्रस्य अर्थसङ्कोचः अपि वक्तुं शक्यते। अर्थसङ्कोचः इति लिमिटेशन्, रिस्ट्रिक्टेड्, लिमिटेड् मीनिङ्ग् इति सूत्रस्य। किन्तु गिति गिति गिति प्रत्यये परे तत् पूर्वस्य एकः गुणः वृद्धिः च निषिद्धः, गुणः वृद्धिः च निषिद्धः। परन्तु शीन्दः सार्वधातुके गुणः इत्यस्य अस्य स्थलं वर्जयित्वा तद्विना, शृङ्गः सार्वधातुके गुणः इति स्थलं विना तद् तद्धातुः एव वर्जयित्वा सर्वत्र अन्यत्र सूत्रमेव गुणः वृद्धिः निषिद्धः भवति। आं महोदय, निति च अशीङ् इति वक्तुं शक्नुमः। न्यू सूत्रम्। अयं सिद्धान्तः अत्र प्रतिपादोक्तत्वस्य समर्थनं करोति। ध्येयस्य फलितार्थः एवम् अस्ति, शृङ्गः विषये एव प्रतिपदोक्तत्वात् तस्य गुणः भवति इति वदति। ध्येयं ये शृङ्गः सार्वधातुके गुणः इत्यस्य प्रसक्तिः सार्वधातुकप्रत्यये परे एव, अतः निचि नुलि च अस्य कार्यं नास्ति। तत्र उभयत्र अचोम्यति इत्यनेन वृत्तिः शाययति शायकः इति सूत्रम्। आम् भगिनि, शृङ्गः सार्वधातुके गुणः इत्यस्य प्रसक्तिः सार्वधातुके प्रत्यये परे एव कार्यं करोति, अपि च निचि नुलि च अस्य कार्यं नास्ति, सार्वधातुके गुणः इति नास्ति इति शृङ्गयोगः उभयत्र अचोङ्निति इति सूत्रेण वृद्धिः भवति इति सूत्रेण शाययति नित् शाययति नित् प्रत्ययः, शायकः नुल् प्रत्यय योजनेन शायकः इति रूपं भवति। सो अत्र सार्वधातुके गुणः कार्यं नास्ति, नास्ति तस्य कार्यं नास्ति, सार्वधातुकप्रत्ययः परः अस्ति, अतः गुणः अपि अनेन सूत्रेण न भवति, परन्तु अचोनिति इत्यनेन वृद्धिकार्यं भवति, रूपमपि भिन्नरूपम्। अस्तु, तावदेव शीङ् धातोः विषये चिन्तनम्। अतः अग्रिम धातु प्रति गच्छामः वा? दीदी वेवीतां, दीदी इति देवने, तत्र एतदपि जक्षित्यादयः षट् इत्यस्य अन्तर्गतधातु द्वयमस्ति, वीदी वेवीताम् इति धातुः, दीदी देवीङ् इति, रूपद्वयमपि समानमेव आगच्छति, अतः दीदीङ् पश्यामः अस्मिन् सप्ताहे, अग्रिमसप्ताहे प्रायः अग्रिमधातुः प्रति गच्छामः। अस्तु, कस्य क्रमः? उषा भगिनी पठति वा? आं भगिनि, दीदीङ् दीप्तिदेवनयोः इति धातुः, दीप्तिः दीप्तिः इति प्रकाशः, देवनम् इति दुःखं, शान्तसि वेदे आत्मनेपदी धातुः. देवनं तत् वेदनम् इस् दुःखम् अदादिगणस्य जक्षित्यातयः इति अन्तर्गणे सप्तधातवः सन्ति. जक्ष् जागृ दरिद्र चकास् शास् दिदीङ् वेवीङ् च वेवीद् वीङ् आर् वीट् वेवीङ् वेवीङ् च जक्षित्यादयः षट् इति सूत्रेण जक्षित्यादीनां धातूनाम् अभ्यस्तसंज्ञा भवति. जक्षित्यादिषु धातुषु दिधीङ् वेवीङ् च स्तः, किन्तु द्वयोः आत्मनेपतित्वात् सार्वधातुक लकारेषु किमपि विशिष्टम् अभ्यस्तसंज्ञा निमित्तं कार्यं नास्ति. अदादिगणस्य जक्षित्यादयः इति अन्तर्गणे सप्तधातवः सन्ति. जक्ष् जागृ दरिद्र चकास् शास् दिदीङ् वेवीं च जक्षित्यादयः षट् इति सूत्रेण जक्षित्यादीनां धातूनाम् अभ्यस्तसंज्ञा भवति. आल् द सूत्रास् दे गेट् द अभ्यस्तसंज्ञा. आल् द अभ्यस्तसंज्ञा इत्युक्ते किम् इति अवगतवती किल? दे डबल् इट् द्वित्वं जक्षित्यादिषु धातुषु दिदीङ् वेवीं च स्तः, किन्तु द्वयोः आत्मनेपतित्वात् नकार आत्मनेपतित्वात् सार्वधातुकलकारेषु किमपि विशिष्टम् अभ्यस्तसंज्ञानिमित्तं कार्यं नास्ति. ओके. परस्मैपदेषु लटि लोटि लङ्गि च तिङ्प्रत्ययादेशः सन्ति, ते तु आत्मनेपदे न भवन्ति. ओके. यत्किमपि कार्यमस्ति तत्तु लटि लोटि लङ्गि परस्मैपदेषु एव अस्ति, अतः आत्मनेपदेषु तत् कार्यं नास्ति इति कृत्वा किमपि विशेषकार्यं किमपि नास्ति. दीदी ओ दीदी ओके दीदी वेवीटां दीदी वेवी इति धातु इडागमः चेत् येषां गुणः वृद्धिश्च न भवतः. पदिस्तु धातु इडागमः च इत्येषां गुणः वृद्धिः न भवति. ओ दीदी वेवीटाम् इत्यनेन सूत्रेण दीदी वेवी इति धातु इडागमः अण्ड् गुणः वृद्धि न भवतः. ओके. इडागमः दीदी वेवी धातुद्वयम् अनन्तरम् इडागमः यत्र भवति गुणः वृद्धिः तत्र न भवति. इडागमकारणेन यत् गुणः वृद्धिः भवति तद् न भवति. न केवलं दीदी वेवि, अन्यत्रापि यत्र किम यत्र कुत्रापि इडागमकारणेन गुणः वृद्धिः वा भवतु तद् न भवति. दीस् टु अण्ड् अदर्स् आल्सो सम् मोर् आर् आल्सो. एरनेका च असंयोगपूर्वस्य असंयोगपूर्व अनेकाच् इकारान्ताङ्गस्य यण् आदेशः भवति अचि परे. ओके. एरनेकाच् असंयोगपूर्वस्य आफ्टर् इनो यण् ऐ गेस् Achishna Dhadu Bruvami, Boriyangu Mangau. For that, this is, yeah, Achishna Dhadu Bruvam for, I remember, but I don't. Okay. Achishna Dhadu Bruvam for Sayoga Dhadu. This is Asayoga Purvasya. Yer Aneka Ach Asayoga Purvasya. Asayoga Purva Aneka Ach Ikaranta Angasya Yan Adesha Kabhavati Achipare. Okay. हलापि अन्येव आदेशः भवति परन्तु अचीपरे समीचीनं भगिनि एकनिमिषं तत्र दीदी वेवितां एकवारं पश्यामः तत्र दीदिङ् धातुः वेविङ् धातुः ततः इडागमः एतेषाम् इक्वर्णस्य गुणवृद्धिः न भवति इत्युक्ते एतयोः धातोः यः इकारः दीदीङ् वेवीटां वेविङ् इत्यस्य इकारः ङकारस्य तु इत्संज्ञा तत्र यद् इकारः अस्ति तस्य गुणवृद्धिः न भवति प्रथमवाक्यं द्वितीयम् अस्ति तथा एव इडागमस्य यः इकारः तस्यापि गुणवृद्धिः न भवति अन्यस्मिन् स्थले कुत्रापि तत्र एकम् उदाहरणं दत्तम् अस्ति पट् पट् इति धातुः लिट् लकारस्य प्रथमपुरुषे एकवचनं तत्र तु पट् योगः लृट् तास् इति आगमः भवति स्यतासि लृ लुटोः इत्यनेन तत्र इकारः अडागमः भवति किल आर्धधातुकस्य इड् वलादेः इत्यनेन पट् योगः इ योगः तास् इति प्रत्ययः अस्माकं किं टिप् इति यत्किमपि प्रत्ययः यद् अन्ते तिङ् प्रत्ययः तत्र किं भवति इत्युक्ते पठिता इति रूपम् आगच्छति तत्र आ इति आर्धधातुकप्रत्यये परे अङ्गस्य उपधायिकारस्य गुणनिषेधे प्राप्ते अस्मिन् अनेन सूत्रेण अस्य प्रतिषेधः निषेधः भूत्वा पठिता इति रूपम् आगच्छति यत् गुणस्य किमपि प्रसक्तिः अस्ति तद् न भवति कण्टिन्यू भगिनि हलादिपित् आं पठतु भगिनि तद् समापयतु अनन्तरं वयम् अग्रे सरामः हलादिपित्सु आत्मनेपति दादुषु नास्ति एव ओके अजादिपित्सु गुणनिषेधः यण् आदेशः गुणनिषेधः यण् आदेशः दीदी योगः ऐ दीद्य योगः दीधी दीद्य योगः ऐ दीद्यै ओके गुणनिषेधः सुदेह ई स्थाने यकारः आदेशः सो दीद्य योगः ऐ दीद्यै ओके हलादि अपित्सु गुणनिषेधः सो दीदी योगः ते दीदी ते ओके अजादि अपित्सु गुणनिषेधः यण् आदेशः अजादि पित्सु वा अजादि अपित्सु वा बोत् गुणनिषेधः अण्ड् यण् आदेशः ओके समीचीनम् तदेव यदा वयं शीङ् धातुः विषये दृष्टवन्तः तत्र तु सर्वत्र गुणः भवति अत्र सर्वत्र गुणनिषेधः भवति यण् आदेशः इति स्मर्तव्यं धन्यवादः भगिनि अरुणा भगिनी अग्रे पठति वा अजादिषु पित्सु अपि अजादि अपित्सु अपि चिन्तनं समानम् इको एनच् इत्यनेन यण् आदेशः तत् कार्यं प्रबाद्य सार्वधातुक आर्धधातुक इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति परन्तु दीदी वेविताम् इत्यनेन गुणनिषेधः तदा अचिष्णुधातु भ्रुवां योरियङ् वङ्गो इत्यनेन इयङ् प्रसक्तिः तत् प्रबाद्य एरनेकाचो असंयोगपूर्वस्य इत्यनेन यन् प्राप्तिः तदेव पठितं भगवति पठितः अजादि अपित्सु अजादि अपित्सु अपि चिन्तनं प्रक्रिया समानमेव अस्ति प्रथमम् इको एनर्जि प्रसक्तिः अस्ति तत् कार्यं प्रबाद्य सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकारस्य परिस्थिति आगच्छति, परन्तु दीदिवेविताम् इत्यनेन गुणनिषेधः भवति. तदनन्तरम् अचिष्टुधातुर्ब्रुवां युवाङ्गौ रियाङ्गवाङ्गौ इत्यनेन इयङ् प्रसक्तिः अपि अस्ति. तत् प्रबाद्य यदनेकाचो असंयोगपूर्वस्य सूत्रं द्वारा यणः भवति, यणः प्राप्तिः भवति. समीचीनम्. अग्रे अपि पठतु भगिनि. इकारादिप्रत्ययेषु युवर्णयोः युवर्णयोर्दिधिदेव्योः इत्यनेन दिधि धातोः अन्त्यवर्ण इकारस्य लोपः भवति. निमित्तं किं भगिनि? अत्र दत्तम् अग्रे आगच्छति भगिनि. अत्र दत्तम् इकारादिप्रत्ययेषु ईवर्ण्योर्दिधिर्वेव्योः इति इत्यनेन दिधि धातोः अन्त्यवर्ण इकारस्य लोपः भवति. उदाहरणं दिधि योगः ईत. इकारादिप्रत्ययः अस्ति वा? अस्ति भगिनि. अतः दीदिवेवीतां दीदिवेवि इति धातु इदागमः चेत् येषां गुणः वृद्धिश्च न भवतः, अनेन इदागमस्य गुणः न कदापि भवति. यदा गं योगः योगस्यति गमिष्यति तस्य बुद्धिकार्यं न कुत्रापि विहितं. दिधिश्च वेविश्च इच्च तेषाम् इतरेतरद्वन्द्वः दिधिवेवितः तेषां दिधिवेविताम् दिधिवेवितां षष्ट्यन्त्यं पदम् एकपदं सूत्रम् इको गुणवृद्धिः इत्यस्मात् गुणवृद्धिः इत्यस्य अनुवृत्तिः न धातुलोप आर्धधातुके यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं दीधिवेवितां न गुणवृद्धिः. अर्थसूत्रं विस्तार दत्तं. दीधिवेवि इति धातु द्वे धातु द्वौधातु इदागमः चेत् अस्ति चेत् येषां गुणवृद्धि न भवति न भवतः, अनेन इदागमस्य पुनः न कदापि भवति. इदागमः च इति भगिनि धन्यवादः. दिदिश्च अत्र विवरणं दत्तं. यथा गं योगः इ योगः स्याति स्याति इति लुटोः चास् लुट् लुट्लकारे आगच्छति. गमिष्यति अत्र वृद्धिकार्यं न कुत्रापि विहितम्. दिदिश्च इति द्वन्द्वसमासः अस्ति. दिदिश्च विविश्च इति इतरेतरद्वन्द्वः तेषां दिदिवितां एकसूत्रम् एकपदं सूत्रम् अनुवृत्तिसहितसूत्रं दिदिवेवितां न गुणवृद्धिः इति पूर्णसूत्रः. समीचीनं. तत्र गुणवृद्धिः न भवति. दीदि न केवलं दीदि वेवि इति धातोः, परन्तु इडागमः यत्र अस्ति तत्रापि गुणः वृद्धिः न भवतः इति सूत्रं वदति. सूत्रद्वयमेव अस्ति. अस्तु, राजेन्द्रमहोदय एरनेकाचो पठति वा? तत्पूर्वं पठितवन्तः प्रायः प्रथमवाक्यम् अनुवृत्तिसहितसूत्रमेव महोदय. एरण् अकाचो संयोगपूर्वस्य असंयोगपूर्व अनेकाच् इकारान् इकारान्तङ्गस्य यण् आदेशो इकारात् अङ्गस्य यन् आदेशो भवति अचिपरे अनेकाच् संयोगपूर्वस्य ए धातोः अङ्गस्य यन् अचि अचि सूत्रं भवति अनेकाच् धातुः भवेत् अत्र तथा संयोगपूर्व पूर्व इकारः अस्ति चेत् तस्य धातोः अङ्गस्य यन् आदेशः भवति अचिपरे अचिपरे समीचीनम् अत्र यण् विधीयते इति एव यण् आदेशः भवति समीचीनम् अग्रिमम् अपि महोदय ईवर्णयोर्दिधिवेव्योः दिधिवेवि इति धात्वोः अन्त्यवर्णस्य इकारस्य लोपो भवति यकार आदि प्रत्यये ईवर्णे च परे अलोन्त्यस्य त्रीणि अन्त्यस्य अलवर्णस्य लोपः अनुवर्तितसूत्रं दिदिवेवयोः अङ्गस्य लोपः ई वर्णयोः सूत्रं वदति यत् दिदि अपि च वेवि वेवी रूपी अङ्गम् अस्ति तस्य अन्त्य इकारस्य लोपः भवति यकारादि प्रत्यये परे समीचीनं तदेव वयं दृष्टवन्तः किल यकारादिप्रत्यये परे ई वर्णे परे तस्य लोपः भवति इकारस्य लोपः भवति सम्यक् महोदय अस्तु अतः गृहपाठम् अस्ति अस्मिन् सप्ताहस्य दीदी वेवी इत्यनयोः रूपसाधनं अस्तु अग्रिमसप्ताहे अग्रे सरामः उकारान्त धातुः अस्ति तत्र किञ्चित् विशेषसूत्राणि अपि सन्ति तत् प्रायः अग्रिमसप्ताहे पश्यामः अस्तु धन्यवादः शुभरात्रिः धन्यवादः धन्यवादः नमस्कारः नमस्कारः